अस्तु, तर्हि अस्माकम् अद्यतनविषयः अस्ति हलन्तशब्दाः. बहुकालात् अस्माकं मेलनं न जातम् इति कारणेन किञ्चित् पुनस्मरणम् अपेक्षितं. तदर्थं यः अध्यायः प्रवर्तमानः आसीत् तस्मिन् अध्याये या कथा अस्ति तां कथां पुनः शीघ्रमेव पठित्वा तदाधारेण ये अभ्यासाः सन्ति तान् कर्तुं शक्नुमः. अनन्तरं तथा अग्रे श्लोकाः अपि सन्ति, पश्येम किं किम् अस्ति. प्रथमतया वक्तव्यमस्ति यत् हलन्तशब्दानां रूपाणि मनसि स्युः इदानीं, नाम पुल्लिङ्गशब्दाः, स्त्रीलिङ्गशब्दाः अपि च नपुंसकलिङ्गशब्दाः. तत्र यथा जकारान्तशब्दः वणिज्, दकारान्तशब्दः सुहृद्, तकारान्तशब्दः मरुत्, एवं रीत्या भवत् अपि अस्ति. अनन्तरं नकारान्तशब्दः आत्मन्, राजन्, अनन्तरं गुणिन्, एतत् सर्वं मनसि भवेत्, न केवलम् इदानीम् अपि तु सदा इदानीम् अग्रे गत्वा एतत् सर्वं मनसि भवति चेत् महालाभः. अस्तु, तर्हि मेसचूसेट्स् सुब्रह्मण्यं महोदय तत्र पठितुमिच्छति वा पुरा? आं महोदय, पुरा आन्ध्रप्रदेशे देवशर्मा नाम कश्चन धीमान् ब्राह्मणः आसीत्. तस्य एकः एव पुत्रः. देवशर्मा पुत्रस्य मल्लिनाथः इति नाम कृतवान्. पिता सर्वशास्त्रविद् विद्वान् च आसीत्. किन्तु पुत्रः मल्लिनाथः तु अलसः निरक्षरश्च. पुत्रं कथमपि बुद्धिमन्तं शास्त्रविद्वांसं च कर्तुं देवशर्मा महान्तः प्रयासं कृतवान्. पुत्रं पाठयितुम् अन्यान् विदुषः नियोजितवान् अपि. तथापि मल्लिनाथः किमपि नैव अधीतवान्. अस्तु, कालः गतः. तर्हि तदाधारेण वदतु एकवारं अस्यां कथायां नाम विषयः कः? विषयः अस्ति आन्ध्रप्रदेशराज्ये पुरातनकाले देवशर्मा नाम कश्चन ब्राह्मणः आसीत्. सः विद्वांसः स्मः. तस्य एकः पुत्रः आसीत्. तस्य नाम मल्लिनाथः. सः विद्वांसः नाम किं? तस्य सः विद्वान् आसीत् खलु? सः विद्वान् आसीत्. सः विद्वान् आसीत्. तस्य एकः पुत्रः, पुत्रस्य नाम मल्लिनाथः. पुत्रस्य नाम मल्लिनाथः. पुत्रस्य नाम मल्लिनाथः. पिता पण्डितः आसीत्. परन्तु पुत्रः निरक्षरः इत्यर्थे सः न पठितवान्. अलसः अपि अस्ति, किञ्चित् मन्दबुद्धिः अपि अस्ति. पिता पुत्रं पाठयितुमिच्छन्ति. तत्कारणेन महाप्रयत्नः अपि कृतवान्. परन्तु पुत्रः किमपि न पठितवान्. अस्तु, समीचीनमस्ति. तत्र विद्वान् इति प्रातिपदिकं किम्? विद्वान् एव प्रातिपदिकः अत्र. अन्य कोऽपि साहाय्यं करोति वा? प्रातिपदिकं किं? विद्वस् महोदय, विद्वस्. हा, तत्र लिङ्गं किं? पुल्लिङ्गसकारान्त पुल्लिङ्गशब्दः. अस्तु, समीचीनं. तत्र करपत्रम् अदृष्ट्वा प्रथमभक्तौ द्वितीयभक्तौ च षड् रूपाणि वदतु. प्रयत्नं करोमि महोदय. विद्वस् सकारान्तपुल्लिङ्गः, विद्वान् विद्वांसौ विद्वांसः विद्वांसं विद्वांसौ विदुषः विदुषा विद्वद्भ्यां विद्वद्भिः विदुषे विद्वद्भ्यां विद्वद्भ्यः विदुषः विद्वद्भ्यां विद्वद्भ्यः विदुषः विदुषोः विदुषां विदुषि विदुषोः विद्वत्सु. बहु समीचीनमस्ति सकारान्तशब्दः. अस्तु, अपि च अस्माकं विजिन्य सुब्रह्मण्यमहोदय, तत्र नाम इति कीदृशब्दः अस्ति, तस्य प्रातिपदिकं किं? नाम अन्य कोऽपि साहाय्यं करोति वा? नामन् महोदय, नामन् नकार पुल्लिङ्गशब्दः. राजन् नकारान्तशब्दस्तु अस्ति, किन्तु लिङ्गं पुल्लिङ्गं नास्ति. नपुंसकलिङ्गं महोदय. नपुंसकलिङ्गशब्दः कस्य शब्दस्य सदृशः? कर्मन्. कर्मन् कर्म नामन् नामन्. तर्हि कोऽपि वदति वा, शिल्पभगिनी वक्तुमिच्छति वा, नाम तत्र रूपाणि कानि? भगिनी अस्ति वा? अस्तु, अन्य कोऽपि? पद्मा भगिनी, पुष्पा भगिनी. नाम, अहं पद्मा अस्मि. नाम, नामनि, नामानि, नाम, नामनि, नामनि, नामना, नामाभ्यां, नामाभ्यां, नामाभ्यां, नामभिः, नामने, नामभ्यां. वस्तुतः अत्र एकं वैशिष्ट्यम् अस्ति, नाम नामनि नामानि नाम नामनि नामानि, अनन्तरं यत्र एकवचने अस्ति तत्र नामना इति नास्ति, नाम्ना मकारे नाम्ना नामभ्यां नामभिः, नाम्ना नामभ्यां नामभिः, नामने नामने नास्ति, एकवचने सर्वत्र तथा, नाम्ने नाम्ने नाम्ने नामभ्यां नामभ्यः, नाम्नः नामभ्यां नामभ्यः, नाम्नः नाम्नः नाम्नः नाम्नः नाम्नः नाम्नः नाम्नि सप्तमी विभक्ति, नाम्नि नाम्नि नाम्नोः नामस्तु इति अस्ति, तथा अस्ति, किञ्चित् वैशिष्ट्यम् अस्ति तत्र. किन्तु नपुंसकलिङ्ग नाम यत्र वयं शब्दस्य स्वभावं जानीमः तत्र सौलभ्यमस्ति, नकारादिशब्दः नपुंसकलिङ्गशब्दः इति जानीमश्चेत् तत्र सौकर्यमस्ति अस्माकं, यतोहि कर्मशब्दं जानीमः. किन्तु यदि वयं चिन्तयामः, अस्तु नकारान्तशब्दः तत्र आत्मन् अस्ति पुल्लिङ्गे अथवा राजन् अस्ति पुल्लिङ्गे, तर्हि तत्र अस्माकं रूपसाधनं तु दोषपूर्णं भविष्यति खलु. अतः ये शब्दाः सामान्यशब्दाः सन्ति तेषां परिचयः भवति चेत् वरम्. अस्तु, समीचीनमस्ति. तर्हि अत्र पुत्रं कथमपि बुद्धिमन्तं शास्त्रविद्वांसं, तत्र भवतः द्वितीयान्तं शब्दमस्ति शास्त्रविद्वांसविद्वांसं. अस्तु, तत्र विभक् यत्र यत्र स्थूल अक्ष स्थूलाक्षराणि सन्ति स्थूलाक्षरैः लिखितशब्दाः सन्ति तत्र हस्युषु सुब्रह्मण्यं महोदय, तत्र विभक्तिरूपं किम् अस्ति वदतु बुद्धिमन्तं. बुद्धिमन्तम् अत्र बुद्धिमन्तं पुत्रं कथमपि बुद्धिमन्तं शास्त्रविद्वांसं च कर्तुं बुद्धिमन्तं द्वितीया विभक्ति एकवचनरूपमस्ति महोदय. मूलरूपमस्ति बुद्धिमान्. मूलरूपमस्ति किं? बुद्धिमत्. बुद्धिमत् बुद्धिमन्तं. तत्र लिङ्गं किं? पुल्लिङ्गशब्दः अस्ति महोदय. वस्तुतः विशेषणमस्ति, तत्र विशेष्य निघ्नशब्दः अस्ति, अतः तस्य लिङ्गं नास्ति विशेषतः. त्रिषु लिङ्गेषु भवति. बुद्धिमत् तत्र स्त्रियाम् अस्ति चेत् तस्य रूपं भिन्नम् अस्ति खलु, नाम किं भवति? स्त्री स्त्री अस्ति चेत् तस्य रूपं प्रथमाविभक्तौ एकवचने किं? बुद्धिमती. बुद्धिमती. नपुंसकलिङ्गे बुद्धिमान्. न पुल्लिङ्गे बुद्धिमान्. पुल्लिङ्गे बुद्धिमान्. पुल्लिङ्गे बुद्धिमान्. नपुंसकलिङ्गे बुद्धिमत्. हा, नपुंसकलिङ्गे बुद्धिमत्. समीचीनमस्ति. तर्हि यत्र विशेष्य निघ्नशब्दः अस्ति, त्रिषु लिङ्गेषु परिवर्तनम् अस्ति, तत्र तस्य स्वस्य लिङ्गं नास्ति. नाम विशेषस्य आश्रयं गृह्णाति. देवशर्मा पुल्लिङ्गशब्दः अस्ति इति कारणतः तत्र पुल्लिङ्गशब्दः भवति, किन्तु अन्यत्र तु भिन्नं स्यात्. अस्तु, बुद्धिमन्तं शास्त्रविद्वांसं विद्वस् सकारान्तशब्दः. विद्वस् विद्वांसं द्वितीयाविभक्ति एकवचनं. द्वितीयाविभक्तिः किमर्थमस्ति अत्र? प्रश्नः पुनः पृच्छतु महोदय. द्वितीयाविभक्तिः किमर्थम्? सत्यमेव, कारकस्य प्रश्नः. तत्र वाक्यं दृष्ट्वा कर्तुं कारकः अस्ति खलु महोदय. नाम कर्मकारकमस्ति. कर्मकारकमस्ति. कस्य कर्मपदं? पुत्रं. कस्य इति चेत् यत्र कस्य कर्मपदं? देवशर्मा. देवशर्मा. न न, यत्र कस्य कर्मपदम्? एकनिमेषः. यत्र कस्य कर्मपदम् इति प्रश्नः भवति, तत्र क्रियापदम् अथवा क्रियापदम् इति अर्थ इति उत्तरं भवेत्, अथवा क्रियापदस्य अर्थे तस्मिन् वाक्ये यत् अस्ति अव्ययम् अव्ययपदं तदपि भवितुमर्हति. उदाहरणार्थम् अहम् आपणं गच्छामि. आपणम् इति द्वितीयविभक्तौ अस्ति. कस्य कर्मपदम् इति चेत् गच्छामि इत्यस्य. गच्छामि, यत्र गच्छामि तस्य द्वितीयविभक्तिः इति कृत्वा तत्र आपणम् इति द्वितीयविभक्त्यन्तं द्वितीयविभक्त्यन्तं पदं भवति. अवगतं वा? तर्हि अत्र शास्त्रविद्वांसम् इति द्वितीयविभक्तौ अस्ति केन कारणेन इति चेत् कर्मपदं. कस्य कर्मपदं? कर्तुं. सत्यं, कर्तुम् इत्यस्य. कर्तुं क्रीडातुः सकर्मकधातुः अस्ति. सकर्मकधातुः अस्ति, तस्य कर्मपदं भवति. कर्तुम् इति अव्ययपदमस्ति, अव्ययम् अस्ति. तस्य भिन्नभिन्नरूपाणि न भवति खलु. तुमुन् इति प्रत्ययः अव्ययपदं. कर्मपद नास्ति. कर्तुं कर्मपद नास्ति. कृतवान् कृतवान् न. किं वक्तुमिच्छति भवति? किं वक्तुं पुनः वदतु, मया न अवगतं. कृतवान् कृतवान् कर्मपदः. कृतवान् वाक्ये नास्ति एव. ओ, कृतवान् तत्र. अत्र बुद्धिमन्तं शास्त्रविद्वांसं च कर्तुं देवशर्मा महान्तं प्रयासं कृतवान्। तर्हि कृतवान् इति अस्य कर्मपदं किम्? महान्तं प्रयासं प्रयासमिति अस्ति। हा, कृतवान् इति अस्य कर्मपदं प्रयासमस्ति। शास्त्रविद्वांसम् इति कृतवान् तत्र सम्बन्धः अस्ति वा? न महोदय, अत्र पुष्पभगिनी अवगच्छति वा तत्र कीदृशसम्बन्धः अस्ति? कृतवान् शास्त्रविद्वांसं कृतवान् इति नास्ति खलु? तावता तु शास्त्रविद्वान् तु न जातः। कर्तुम् इच्छा अस्ति, स्पष्टं स्यात्। अस्तु अस्तु, तर्हि प्रयासं कृतवान्। हा, महान्तं महाशिशुसुब्रह्मण्यं तत्र महान्तम् इति अस्ति का विभक्तिः? महान्तम् अत्र द्वितीया विभक्ति एकवचनं महोदय। तस्य रूपं तथा किमर्थमस्ति? महान्तम् अत्र महत् मूलरूपमस्ति। प्रथमाविभक्तौ महान् भवति प्रायः। महान्, अपि च द्वितीयविभक्तौ अस्ति किमर्थम्? अत्र कृतवान् प्रयासं कृतवान्, प्रयासं शब्दस्य विशेषणं महान्तं। बहु समीचीनमस्ति। प्रयासः इति विशेष्यमस्ति, द्वितीयविभक्तौ अस्ति इति कारणतः विशेषविशेषभावः अस्ति इति कृत्वा बुद्धिमन्तं क्षम्यतां महान्तं प्रयासम्। अस्तु, समीचीनमस्ति। तर्हि अग्रे विदुषः इत्यस्य रूपं किं कीदृशं? विदुषः विद्वस् मूलरूपमस्ति। द्वितीया विभक्ति बहुवचनं महोदय। बहु समीचीनमस्ति। अन्यान् विदुषः नियोजितवान्। हा, विदुषः इति बहुवचने द्वितीयविभक्तौ, समीचीनमस्ति। अस्तु, अग्रे पुष्पभगिनी पठितुमिच्छति वा? स्पष्ट नास्ति, प्रिण्टिङ्ग् स्पष्ट नास्ति। नेक्स्ट् पेज् ऐ केन् रीड्, दिस् पेज् इट्स् अ लिल् डिफिकल्ट् टु रीड्, स्पष्टं नास्ति। अस्तु, अन्य कोऽपि? अस्तु, मेसेज् कालः गतः, मल्लिनाथः वयसा वपुषा च युवा सञ्जातः, कयाचित् विदुष्या कन्यया सह तस्य विवाहः प्रवृत्तः। एकदा मल्लिनाथः श्वशुरगृहं गन्तुम् उद्युक्तः आसीत्। तदा तस्य पिता शास्त्रविद्भिः श्यालैः मूर्खं मम पुत्रः उपहसितः उपहसितः भविष्यति इति विचार्य तं बहुधा उपदिष्टवान्। ततः मल्लिनाथः श्वशुरगृहं प्राप्नोत्। तत्र द्वित्रैः दिनैः एव श्यालैः ज्ञातं यत् आवृत्तः निरक्षः अस्ति इति। ते कठोरवाग्भिः मल्लिनाथं परिहसितवन्तः। तेषां परिहासवचांसि श्रोतुम् अशक्ता मल्लिनाथस्य पत्नी पत्या सह स्वगृहं प्रति प्रस्थितवती। प्रस्थितवती. हा अस्तु, वदतु तस्य अर्थः सारांशः कः. मल्लिनाथः काले गतवान्, वयसा युवा भवति, तस्य एकं कन्यया विवाहः प्रवृत्तः. वयसा वपुषा च युवा सञ्जातः, तत्र अर्थः कः? युवा भविष्यति, काले गतवती. वयसा वपुषा. वयसा का विभक्तिः अस्ति? तृतीयविभक्ति. प्रातिपदिकं किं? प्रातिपदिकं किं? वयस्. वयस् तत्र लिङ्गं वयस् वयसा. नपुंसकलिङ्गं. कस्य शब्दस्य सदृशः अस्माकं करपत्रे? मनस्. वयस् प्रातिपदिकम् अस्ति, मनस् इव. वयस् तृतीयभक्तौ मनसा वयसा. अपि च वपुष् वपुषा वपुषा इत्यस्य प्रातिपदिकं किं? वपुष् माने वपुष् अर्थं किं? वपुः. प्रातिपदिकं किं? वपुष् वदनशकारात् शब्दः वपुष्. लिङ्गं किं? वपुषां किम्? एकनिमेषः वदिष्यामि. तस्य लिङ्गं किं? लिङ्गं नपुंसकलिङ्ग. नपुंसकलिङ्गशब्दः कस्य शब्दस्य सदृशः? सदृश् धनुष् इव अस्ति. धनुष् तस्य अर्थः अस्ति शरीरम्. ओके. अथवा शरीरम् अथवा आकारप्रकारः. आकारप्रकारः अथवा शरीरं नाम कथं दृश्यते इति अपि अर्थः. कथं दृश्यते वयसा वपुषा युवा. एकः प्रश्नः, शकारान्त आशिष्, शकारान्त धनुष्, द्वये व्यत्यासं किं? भेदः कः तत्र? भेदः कः नाम द्वयोः शब्दयोः भेदः कः वदतु? आशिष् अपि धनुष्, भेदः अस्ति वा अथवा समानरूपाणि? अर्थम् अहं जानामि, परन्तु शकारान्त शब्दे व्यत्यासं किम् अहं न जानामि. आशिष् धनुष् द्वे शकारान्त शब्दः अस्ति. साहाय्यं करोतु कोऽपि. आशिष् शकारान्त स्त्रीलिङ्गशब्दः, वपुष् शकारान्त नपुंसकलिङ्गशब्दः. धनुष् अपि तथा. अवगतम्. मम स्मरणमपि अस्ति भवती रूपाणि उक्तवती तस्मिन् दिने, नाम आशिष् शब्दस्य. आशिष् शब्द करपत्रे पश्यतु तत्र आशिष् तत्र आशी तत्र आशीः आशिषौ आशिषः. किन्तु धनुष् धनुः धनुषि धनुंषि भिन्नमस्ति खलु? धनुः धनुषि धनुंषि आशी आशीः आशिषौ आशिषः, तत्र भिन्नमस्ति. तृतीया विभक्तिः इत्यस्मात् आरभ्य साम्यमस्ति, रूपाणि समानानि, भेदः भवति प्रथमविभक्तौ द्वितीयविभक्तौ च. अस्तु, समीचीनमस्ति. तर्हि युवा सञ्जातः, तत्र युवा युवा इति प्रातिपदिकं किम्? पुनः सुब्रह्मण्यमहोदय, तत्र विजयमहोदय वदतु. युवस् इति नास्ति, युवन्कोपि युवन् युवन् युवन् लिङ्गं किं पुरुष पुंलिङ्गं पुल्लिङ्गशब्दः कस्य शब्दस्य सदृशः? गुणिन् न गुणि गुणि तत्र गुणि युवा तत्र साम्यमस्ति वा? गुणि प्रथमभक्तौ गुणि अपि च प्रथमभक्तौ युवा, तत्र साम्यमस्ति? साम्यं नास्ति खलु. राजन् इति किञ्चित् विशिष्टशब्दः अस्ति, विशिष्टशब्दः अस्ति, यतोहि तत्र राजन् तत्र जकार नकारयोः संयोजनेन ज्ञा भवति, राज्ञा राजभ्याम्. अत्र अत्र तथा नास्ति, जकारः आत्मन् आत्मन् इत्यस्य एकवचने प्रथमाविभक्ति अन्तं रूपं किम्? आत्मा युवा आत्मा तथा अस्ति. तर्हि प्रथमाविभक्तौ द्वितीयविभक्तौ च रूपाणि सन्ति कानि? सुब्रह्मण्यमहोदय तत्र वदतु. युवा युवा युवानौ युवानः युवानं युवानौ युवानः युवानः कथं युवनः युवनः युवनः युवनः आत्मानम् आत्मानौ आत्मनः मनः आत्मनः युवनः आत्मनः किं भवति? हा तर्हि युवनः युवानं युवानौ युवनः समीचीनमस्ति. युवना युवभ्यां युवभिः इत्यादीनि रूपाणि सन्ति खलु? समीचीनमस्ति. नाम यदि आत्मशब्दं जानीमः तर्हि अत्र सौलभ्यमस्ति, केवलम् अभिज्ञानम् अपेक्षितमस्ति. अभिज्ञानं नाम रेकग्निशन्, अभिज्ञानम् अपेक्षितमस्ति यत् कस्य शब्दस्य सदृशः इति जानीमश्चेत् तत्र सौकर्यं भवति. अस्तु, समीचीनमस्ति. तर्हि युवा सञ्जातः. अस्तु अस्तु महोदय, अत्र कथाया तत्र सारांशः कः एतावता वदतु अग्रे. एकविदुषीकन्यया सह विवाहः अस्ति. अनन्तरं किम् अभवत्? काले एकदा मल्लिनाथः श्वशुरगृहं गतवान् सः भार्यया. तस्य पिता शालैः शास्त्रविद्भिः अस्ति चेत् अवमानं करोति इति चिन्तयित्वा मल्लिनाथस्य उक्तं. कः चिन्तितवान्? देवशर्मा. अस्तु, हा अनन्तरं मल्लिनाथः भार्यया सह श्वशुरगृहं गतवान्. द्वे दिने श्यालैः मल्लिनादः मूर्खः ज्ञातम् उपहसितं करोति. अत्र लिखितमस्ति द्वित्रैः दिनैः. भवान् तु द्विवचने वक्तुमिच्छति चेत् किं भवति? द्विवचने वदतु किं भवति अत्र? द्वित्रैः दिनैः इति विभक्तिः का? अस्तु महोदय, स्वागतं. का विभक्ति अस्ति? चतुर्थी विभक्ति. एकनिमिषः महोदय, सहदेव महोदय, तत्र अष्टादशे पुटे स्मः, अष्टादशे 18 पुस्तकस्य. तत्र कथा वयं तां कथां वयं पठितवन्तः पूर्वम्, इदानीं पुनः स्मरणं प्रवर्तमानमस्ति. पुनः नाम अष्टादशे पुटे भेजे. अस्तु. अत्र द्वित्रैः का विभक्तिः अस्ति? तृतीया बहुवचनं महोदय. तृतीया बहुवचनं खलु. अत्र कीदृश अस्य प्रातिपदिकं किम्? अत्र दिनैः दिनैः इति अस्य प्रातिपदिकं किम्? अस्तु. वनं वनं वनम् इति शब्दः अस्ति खलु, वनं वनं वनमिति प्रातिपदिकं किं? वनमिति अस्य प्रातिपदिकं किं? वनं वन महोदय. प्रातिपदिकमस्ति. अकारान्तशब्दः, मकारान्त मकारान्तशब्दमिति कुर्मश्चेत् तत्र हलन्तशब्दः भवति खलु. अत्र वनमिति हलन्तशब्दः अस्ति वा अथवा अजन्तशब्दः? अजन्तः. अजन्तशब्दः अस्ति खलु. कीदृश नाम शब्दस्य अन्ते कः वर्णः अस्ति? कः वर्णः? वर्णः अस्ति खलु. अकारः. हा, वनम् इति तत्र वस्तुतः प्रातिपदिकमस्ति वनशब्दः. तत्र नपुंसकलिङ्गः अकारान्तः शब्दः. अकारान्तनपुंसकलिङ्गशब्दः वनं वन वनशब्दः. अकारान्तशब्दः वन. हा, तथैव दिनशब्दः दिनशब्दः यथा देवशब्दः अकारान्तपुल्लिङ्गशब्दः अस्ति. दिनशब्दः अकारान्तनपुंसकलिङ्गशब्दः अस्ति. नपुंसकलिङ्गमस्ति इति कारणेन मकारः आगच्छति रूपेषु वनं प्रथमाविभक्तौ. तत्र केवलं प्रथमाविभक्तौ भवति वनम्. अनन्तरं किं भवति रूपाणि? वनं वने वनानि वनं वने वनानि. दिनमपि तथा अस्ति खलु. दिनं दिनं कथमस्ति? अपि च द्वित्रैः इति शब्दः, तत्र प्रातिपदिकं किम्? द्वित्र रूपं दृष्ट्वा वयम् अनुमानं कर्तुं शक्नुमः. रूपं दृष्ट्वा द्वित्र वस्तुतः अयं शब्दः समासः अस्ति, समस्तशब्दः अस्ति. द्वि योगः त्रि, द्वित्र पुलिङ्गे द्वित्र अस्ति पुल्लिङ्गशब्दः. विशेषनिघ्नः अस्ति पुल्लिङ्गे अस्ति द्वित्रशब्दः. तत्र पृथक् कुर्मश्चेत् तत्र द्वि त्रि त्रि इति इकारान्तशब्दः अस्ति. किन्तु यत्र यत्र समासः अस्ति तत्र अकारान्तशब्दः भवति द्वित्र द्वित्रैः तृतीयविभक्तौ बहुवचने. समीचीनं, द्वित्रैः दिनैः एव. अस्तु, अग्रे अग्रे वदतु महोदय. सन्धिः, सन्धि न न समासः न सन्धि समासः नाम समासः नाम संयुक्तशब्दः. उदाहरणार्थं सुन्दरः बालकः, समासं कृत्वा सुन्दरबालकः इति एकः एव शब्दः, एक एव शब्दः अस्ति सुन्दरबालकः. अत्र द्वियोगः त्रि, द्वित्र. अग्रे अग्रे नाम अग्रिमे खण्डे अयं विषयः आगच्छति, गीताप्रवेशस्य प्रथमभागः. अस्तु अग्रे वदतु. श्यालैः कठिनवचनपूर्वकं मल्लिनादम् उपहसितं कुर्वन्ति. अनन्तरं किम् अभवत्? ये सर्वं श्रोतुं मल्लिनाथस्य भार्या अशक्ता अस्ति. मल्लिनाथस्य सः स्वगृहं गतवती. अस्तु, समीचीनमस्ति. तर्हि अत्र अन्यत् सर्वं स्पष्टं स्यात्. अत्र कठोरवाग्भिः इति कीदृशरूपम् अस्ति? कठोरवाग्भिः तृतीयविभक्ति वाग्भिः. वचनं किं? वाक् नपुंसकलिङ्ग. प्रतिपादिकं किम्? अस्माकं करपत्रे अस्ति खलु वाच्. वाच् वाग्भिः. लिङ्गं किम्? वाच् शब्दस्य लिङ्गं किं? कोऽपि वदति वा? चकारान्तस्त्रीलिङ्गशब्दं महोदय. हा, करपत्रे अस्ति. नाम इदं करपत्रं स्वस्य नाम मनसि भवेत्. करपत्रं कण्ठस्थीकृत्वा अस्माकं साफल्यं भवति, यत्र हलन्तशब्दानां विषयः भवति. यदि वयं न जानीमः तर्हि अन्धकारे स्थास्यामः सर्वदा आजीवनम्. एते शब्दाः कण्ठस्थीकृताः भवन्ति चेत् मनसि, तर्हि न किमपि काठिन्यं भविष्यति. तर्हि अत्र कठोर इति विशेषमस्ति वाग्भिः. तत्र वाच् इति प्रातिपदिकमस्ति. वाच् शब्दस्य तृतीयविभक्त्यन्तं बहुवचनान्तं रूपं किम्? किं भवति प्रश्नं एकवारं? वाच् प्रातिपदिकस्य, वाच् इति प्रातिपदिकस्य तृतीयविभक्त्यन्तं बहुवचनान्तं रूपं किम्? वाग्भिः खलु. तर्हि अत्र कठोरवाग्भिः इति समस्तशब्दः अस्ति, संयुक्तशब्दः अस्ति. यदि पृथक् कृत्वा पृथक् रूपेण वदामः तत्र किं भवति? कठोर इति इदानीं संयुक्तः जातः, किन्तु यदि पृथक् वदामः तर्हि किं भवति? कोऽपि वदति वा? मेसचूसेट्स् सुब्रह्मण्यं महोदय तत्र वदतु. कठोरभिः कठोरशब्दः, कठोरशब्दस्य प्रातिपदिकं किम्? अहं न जानामि महोदय. जानाति एव, भवान् जानाति एव कठोर कीदृश, हा नाम अन्तिमस्वर अन्तिमवर्णः कः अकारान्त नाम सामान्य साधारणविशेषणमस्ति यथा सुन्दर उन्नत कठोर कठोर अकारान्तशब्दः अस्ति तर्हि यत्र अकारान्तशब्दः अस्ति हा अकारान्तशब्द स्त्रीलिङ्गशब्दः अस्ति तत्र तृतीयविभक्ति बहुवचने किं भवति यथा महिला कठोराभिः कठोराभिः इति भवति महिलाभिः कठोराभिः वाग्भिः समीचीनं यदि पृथक् कुर्मः नो चेत् यथा यथा सुन्दरबालिका तत्र सुन्दरबालिका इति समासः अस्ति इदानीं पृथक् कृत्वा प्रथमाविभक्तिः एकवचने किं भवति वस्तुतः तत्र स्त्रियां सुन्दरशब्दः ईकारान्तशब्दः भवति सुन्दरी महोदय सुन्दरी बालिका सुन्दरी बालिका सुन्दरी बालिका तर्हि तृतीयाविभक्तौ बहुवचने रूपं किं स्यात् सुन्दरीभिः बालिकाभिः समीचीनमस्ति यथा नदी शब्दः नदी शब्दः तत्र श्रुता भगिनी अस्ति वा अस्माकं साहाय्यं करोति वा न करोति महोदय मां प्रश्नान् पृष्टवान् हा हा अहम् उक्तवान् यद् नदी शब्दः तत्र रूपाणि वदतु नदी नदी नद्यौ नद्यः नदीं नद्यौ नदीः नद्या नदीभ्यां नदीभिः नदीभ्यां नदीभिः क्षम्यतां नदीभ्यां नदीभिः हा अस्तु वदतु अग्रे नदीभ्यां नदीभिः नद्यै नदीभ्यां नदीभ्यः नद्यः नदीभ्यां नद्याः क्षम्यतां नद्याः नदीभ्यां नदीभ्यः नद्याः नद्यां नद्भिः नद्योः नद्योः नदी क्षम्यतां सत्यमेव बहु समीचीनमस्ति नद्याः नद्योः षष्टि नदीनां नदीनां सप्तमी नद्यां नद्योः नदीषु समीचीनमस्ति अस्तु इदानीं पद्मा भगिनी तत्र सुन्दरी इति वदतु सुन्दरी सुन्दरी सुन्दरौ सुन्दरौ इति नास्ति किं द्विवचने किमस्ति शुभा भगिनी वदतु नदी नद्यौ सुन्दरी नद्यौ सुन्दरौ नदी नद्यौ सुन्दरी सुन्दर्यौ हा हा सुन्दरी सुन्दर्यौ सुन्दर्यौ सुन्दर्यौ अस्तु पद्माभगिनी अग्रे क्षम्यतां महोदयः यत्र बहु सन्नाटम् अस्ति विस्मृतवती इति वा नाम नदीशब्दः अस्माकं नाम पुरातनशब्दः अस्ति नूतनशब्दः नास्ति नद् अस्तु विदिनसुब्रह्मण्यमने तत्र वदतु सुन्दरी सुन्दरी रूपाणि सुन्दरी सुन्दरी सुन्दर्यौ सुन्दर्यः सुन्दरीं सुन्दर्यौ सुन्दरी सुन्दर्या सुन्दर्या सुन्दरीभ्यां सुन्दरीभिः सुन्दर्यै सुन्दरीभ्यां सुन्दरीभ्यः सुन्दर्याः सुन्दरीभ्यां सुन्दरीभ्यः सुन्दर्याः सुन्दर्योः सुन्दरीनां तत्र नत्वमस्ति खलु नत्वं सुन्दरीणां सौन्दर्यां सुन्दर्योः सुन्दर्यां समीचीनं सुन्दर्यां सुन्दर्योः सुन्दरीषु समीचीनमस्ति यत्र मूलशब्दः अत्र नदी इति जानीमः तत्र काठिन्यं नास्ति अस्तु बहु सम्यक् अस्ति अग्रे सरेम तर्हि पद्माभगिनी अग्रे पठतु कृपया मार्गमध्ये कुत्रचित् मल्लिनाथः सन्धानम् उभयतः स्थितात् पलाशशाखिनः दृष्टवान् तेषु मनोहराणि पुष्पाणि विकसितानि आसन् तानि दृष्ट्वा सः नितरां तृष्टः अभवत् तुष्टः अभवत् पुष्पदर्शनेन तुष्टं पतिं पत्नी उक्तवती आं पलाशकुसुमं मनोहरी एव परम् अविद्यवन्तं भवन्त यथा तथैव निर्गन्धम् इदं पलाशपुष्पमणि जनाः निष्प्रयोजनं मन्यन्ते इति पत्न्याः तया वाचा मल्लिनाथः जागरितः अभवत् वयम् अज्ञानविषये सह लज्जाम् अभवत् स्वस्य अज्ञानविषये सः लज्जाम् अन्वभवत् ततः सः शास्त्रसम्पदं कथमपि उपार्जितुं मनसा निश्चितवान् पत्नी स्वगृहं प्राप्य ज्ञानार्जनाय वाराणसी अर्थः अवगतः वा आम् महोदय वदतु प्रयत्नं करोमि मार्गमध्ये मल्लिनाथः एक प्रदेशे मार्ग उभयतः पलाशवृक्ष दृष्टवन्तः पतिपत्नी. पलाशवृक्षं पलाशवृक्षे बहु पुष्पाणि विकसितानि दृष्ट्वा बहु पुष्पाणि विकसितानि दृष्ट्वा बहु आनन्दम् अनुभवतः. परन्तु पत्नी उक्तवती पलाशवृक्ष पलाशकुसुम ये मनोहरम् एव, परन्तु निर्गन्धं भवन्ति इत्येव विद्या विना मनुष्यजना निष्प्रयोजनं मन्यन्ते. मनुष्यजनानि निश्चयेन मन्यन्ते इति श्रुत्वा मल्लिनाथे मनसि परिवर्तनं आगच्छति. सः विद्यार्जनाय निश्चयं कृतवान्. स्वगृहं गत्वा वाराणसी ज्ञानेन निश्चयं कृतवान्. किं निश्चयं कृतवान्? विद्यार्थिनाय वाराणसीं गन्तुं निश्चयं कृतवान्. अस्तु अस्तु अस्तु अस्तु, समीचीनमस्ति. तर्हि एतावता सर्वं स्पष्टम् अभवत्. तत्र रूपाणि एतत् सर्वं कृत्वा अस्माकं समयः न भविष्यति. अस्तु अस्तु, भवती वदतु. ये स्थूलाक्षरैः लिखितानि पदानि, तत्र पन्थानम् इति अस्य का विभक्तिः? द्वितीयविभक्ति नपुंसकलिङ्गं पुल्लिङ्गशब्दः पुल्लिङ्ग पथिन् पुल्लिङ्गशब्दः पथिन् नकारान्तशब्दः द्वितीयविभक्तिरस्ति. अत्र स्थितान् पलाशशाकिनः दृष्टवान्. तत्र पलाशशाकिनः इति का विभक्तिः? वचनं बहुवचनं शाखीं त्रिलिङ्गं. वस्तुतः तत्र पलाशशाखिनः, तत्र प्रातिपदिकं किं? शाखीन् पलाशशाखीन्. हा, तो शाखीन् इति चेत् तत्र लिङ्गं किं स्यात् तत्र, अपि च कस्य शब्दस्य सदृशः? नकारान्तस्त्रीलिङ्गशब्दः तत्र वयं न दृष्टवन्तः. नकारान्तस्त्रीलिङ्गशब्दः वयं न अधीतवन्तः. नकारान्तः अस्ति चेत् साहाय्यं कोऽपि करोतु. गुणिन् महोदय, गुणिन् शब्दः सादृशमस्ति नकारान्तपुंलिङ्गशब्दः. अत्र पलाशशाखिनः बहुवचनद्वितीयविभक्ति महोदय. बहुवचनद्वितीयविभक्ति समीचीनमस्ति. शाखी शाखिनौ शाखिनः इति भगिनी गुणी गुणिनौ गुणः. अस्तु अस्तु, अग्रे वदतु. अविद्यावन्तम् कथमस्ति? भगिनी वदतु. लिङ्गं वचन लिङ्गं नपुंसकलिङ्गं द्वितीय एकवचनं हा स एकवचने द्वितीयविभक्तौ अस्ति किन्तु लिङ्गं अत्र हा कस्य विशेषणमस्ति द्वितीयविभक्ति कस्य विशेषणं विशेष्यं किम् अविद्या न न न विशेषणं विशेषमिति अवगच्छति वा आम् आं महोदय अविद्या अविद्या अविद्यावत् इति विशेषणमस्ति कस्य विशेषणं अहं न जानामि शुभभगिनी वदतु भवन्तं भवन्तं हा भवन्तं हा पुष्पभगिनी हा वदतु समीचीनं भवन्तमिति अस्य विशेषणं हा भवन्तं नाम कः अस्ति कम् अस्ति भवन्तं मल्लिनाथः मल्लिनाथः मल्लिनाथः इत्यस्य लिङ्गं किं नाम पुल्लिङ्गः अस्ति खलु तस्य पुरुषः अस्ति अतः पुल्लिङ्गशब्दः अविद्यावन्तं द्वितीयविभक्तो अस्ति समीचीनमस्ति अस्तु वाचा स्त्रीलिङ्ग तृतीयाविभक्ति एकवचनम् अस्तु समीचीनमस्ति अनन्तरं शास्त्रसम्पदं शास्त्रसम्पदं द्वितीयाविभक्ति पुंलिङ्ग एकवचनम् अस्ति वस्तुतः अत्र प्रातिपदिकं किं सम्पत् सम्पत् अस्ति हा सम्पत् तकारान्त अपि भवति दकारान्त भवति सम्पत् अत्र प्रायः स्त्रीलिङ्गशब्दः अस्ति इति मन्ये अनन्तरं मनसा मनसा नपुंसकलिङ्गं तृतीयविभक्ति एकवचनम् अस्तु अस्तु समीचीनमस्ति अनन्तरं प्रापय्य इति एकं रूपमस्ति प्रापय्य तत्र कीदृशं रूपमस्ति इति कोऽपि वदति वा प्रापय्य प्रायः ल्यबन्तशब्दमस्ति महोदय सत्यं ल्याप् ल्याप् कदा ल्याप् इत्यस्य उपयोगः भवति यदि उपसर्गः अस्ति चेत् समीचीनमस्ति यदि यदि यदि अपि चेत् एकत्र एकस्मिन् वाक्ये न भवति इति सावधानतया वदतु यदि चेत् न भवति एकत्र यदि अथवा चेत् आं महोदय अस्तु अत्र किमस्ति वैशिष्ट्यमस्ति यथा सामान्यतया ल्याप् इत्यनेन केवलं त्वा इत्यस्य स्थाने ल्याप् इति आगच्छति किन्तु अत्र अत्र वस्तुतः अत्र णिच् विशिष्टप्रयोगः अस्ति नाम अत्र अस्य लट् लकारः कः वर्तमानकाले प्रापय्य प्राप्नोति प्राप्यति महोदय अत्र प्राप्नोति इत्यस्य नास्ति प्राप्यति अत्र अत्र किं भवति अणिच् हा प्रापयति अस्ति प्रापयति प्रापयति आप् धातुः अस्ति आप्नोति आप्नोति किन्तु यथा पठति पठति इत्यस्य अणिच् पाठयति आप्नोति इत्यस्य निच् आपयति आपयति. एकः विशिष्टनियमः अस्ति ल्यप् यत्र ल्यप् अस्ति तत्र यथा यथा गमयति गच्छति इत्यस्य निच् गमयति तस्य क्त्वा तस्य क्त्वा क्त्वान्तं रूपं किम् क्त्वा ल्यप् न ल्यप् न क्त्वा करोति करोति कृत्वा पठति पठित्वा गमयति गच्छति इत्यस्य गत्वा गच्छति इत्यस्य गत्वा गमयति इत्यस्य गमयित्वा गमयित्वा यकारि इकारः इ गमयित्वा यथा पठति इत्यस्य पठित्वा पाठयति लिखति लिखित्वा अनन्तरं निच् लेखयति लेखयित्वा लेखयित्वा इति क्त्वा क्त्वान्तरूपाणि सन्ति तदनन्तरं ल्यप् यत्र ल्यप् अस्ति यथा महोदयेन उक्तं यत्र उपसर्गः भवति यथा गमयति गमयति गमयित्वा इदानीं निर्गमयति यथा यथा अन्यत् उदाहरणं वदन्तु यत्र उपसर्गः अस्ति अथवा नास्ति यथा गच्छति न तत्र न अस्तु निर्गमयति नाम अस्तु ल्यप् इत्यस्य अन्यत् रूपं कोऽपि वदतु ल्यप् इत्यस्य यत्र उपसर्गः अस्ति अन्यत् किमपि रूपं नीत्वा आनीय समीचीनमस्ति नी धातुः नयति नयति नीत्वा किन्तु आनयति इत्यस्य नीत्वा आनीय नीत्वा आनीय समीचीनमस्ति तर्हि आनीय तत्र एक एव यकारः अस्ति आनीय किन्तु अत्र विशिष्टरूपमस्ति यत्र णिच् अस्ति निर्गमय गमयति नाम प्रेरणार्थके णिच् करोति कारयति पठति पाठयति अत्र गमय गच्छति गमयति निर्गमयति निर्गमय यत्र णिच् अस्ति अपि च णिचि तत्र धातुः अस्ति सामान्यधातुः अस्ति गम् गच्छति इत्यस्य गम् धातुः गच्छति इत्यस्य गम् किन्तु गमयति इत्यस्य धातुः अस्ति गमि प्रेरणार्थके णिच् गमि इति धातुः इदानीं गकारे अकारः मकारे इकारः खलु ग अ म इ गमि तत्र यत्र यत्र एतादृशधातुः अस्ति अपि च ईकारः इति अन्तिमस्वरः अस्ति तस्मात् पूर्वं यः स्वरः अस्ति सः लघुस्वरः ह्रस्वस्वरः अस्ति चेत् तत्र गमयित्वा इति तत्र ईकारः अस्ति खलु गमयित्वा ईकारस्य स्थाने यत्र ल्यप् भवति एतादृशरूपेषु तत्र ई स्थाने ऐ आदेशः ऐ तदर्थं निर्गमय्य नाम यकारद्वयं भवति यथा आनीय तत्र यकारः एक एव यकारः अस्ति खलु आनीय आनीय तत्र एक एव यकारः अस्ति किन्तु निर्गमय्य तत्र यकारद्वयमस्ति किमर्थं तत्र इकार यथा गमय निर्गमयति निर्गमयति तत्र तत्र धातुः अस्ति गमि अत्र गमि इत्यस्य ई स्थाने अय आदेशः अय् आदे अयादेशः भवति ल्यप् इत्यस्य यकारः तु अस्ति एव, अय प्लस् यकारः ल्यप् इत्यस्य यकारः यकारद्वयं भवति, अतः निर्गमयति निर्गमय्य, गमि इत्यस्य गकारस्य गकारस्य अनन्तरं यः स्वरः अस्ति सः लघु अस्ति गमि, अतः निर्गमय्य, कटयति धातुः, कटयति कटयित्वा प्रकटयति उपसर्गः प्र, अतः ल्यप् भवति, कटि इति धातौ तत्र ककारोत्तर यः स्वरः अस्ति सः लघु अस्ति कटि, अतः यकारद्वयं भवति प्रकटय्य, प्रकटयति प्रकटय्य, किन्तु उदाहरणार्थं ताडि ताडयति ताडयति, तत्र तकारे लघुस्वरः नास्ति आकारः अस्ति ताडि, गमि इत्यस्य गकारोत्तर अकारः लघु अस्ति गमि, किन्तु अत्र ताडि इति आकारः अस्ति ताडि, ताडयति ताडयित्वा प्रताडयति प्रताड्य, अत्र यकारः एक एव अस्ति यतोहि तकारस्य अनन्तरं यः स्वरः अस्ति सः दीर्घः अस्ति ता ताडि, प्रताड्य प्रताड्य यकारः एक एव अस्ति, चोरि चोरयति चोरयति चोरयित्वा अनन्तरं सम् उपसर्गपूर्वकः सञ्चोरयति सञ्चोरयति इत्यस्य ल्यप् सञ्चोर्य यकारः एक एव अस्ति, यत् किमर्थमिति चेत् चकारस्य अनन्तरं यः ओकारः ओकारः लघुस्वरः अस्ति नास्ति लघुस्वरः नास्ति दीर्घस्वरः अस्ति, केवलं परिचयरूपेण वदामि यतोहि विषयः किञ्चित् उपरि अस्ति अस्माकं स्तरस्य किञ्चित् उपरि अस्ति, किन्तु अत्र पश्यन्तु यत्र ल्यप् अस्ति कुत्रचित् एक एव यकारः अस्ति कुत्रचित् यकारद्वयमस्ति, यत्र स्वरः अस्ति धातौ धातोः अन्तः यः स्वरः अस्ति सः दीर्घः अस्ति चेत् यकारः एक एव अस्ति, यदि धातौ लघु स्वरः अस्ति तर्हि यकारद्वयं भवति, यथा प्रकटयति प्रकटय्य, निर्गमयति किं भवति निर्गमय्य निर्गमय्य, रचि रचयति रचयित्वा, निरच विरचयति विरचयति किं भवति विरचय्य विरचय्य, यतोहि रचि तत्र रेफस्य अनन्तरं लघुस्वरः अस्ति अकारः विरचय्य, किन्तु ताडयति ताडयति ताडयित्वा प्रताडयति ताडय्य न प्रताड्य चोरयति सञ्चोरयति सञ्चोर्य सञ्चोर्य स अत्र सञ्चोरय्य इति न भवति यतोहि ओकारः अस्ति आकारः ओकारः तत्र एक एव यकारः भवति यत्र स्वरः लघु अस्ति अकारः प्रकटयति प्रकटय्य निर्गमयति निर्गमय्य विचरयति विचरय्य किन्तु एकः अपवादः अस्ति अत्र आपदातुः आपदातुः अपवादः अस्ति यतोहि लघुस्वरः आकारः लघुस्वरः नास्ति लघुस्वरः नास्ति दीर्घस्वरः अस्ति तथापि यकारद्वयम् अस्ति एक एव अपवादः अस्ति मनसि भवेत् प्रापय्य यकारः अस्ति किन्तु लघुस्वरः तस्मात् पूर्वं नास्ति अवगतं वा नाम न पूर्णतया तद् नाम निपुणता नैपुण्यं न अपेक्षितं केवलम् आस्वादः भवतु इति तावत् तावदेव अत्र अपवादः अस्ति आकारः लघु अस्ति न तथापि यकारद्वयम् अस्ति अस्तु अग्रे अग्रे सरेम अग्रे अस्ति मेसचूसेट्स् सुब्रह्मण्यमन्दिरे तत्र अग्रे पठतु कृपया आं महोदय मल्लिनाथः तत्र किञ्चित् यशस्विनं सर्वशास्त्रविदं पण्डितम् उपगत्य आत्मानं शिक्षितुम् अचायत तस्य विनयेन सौम्यया वाच अयाचत अस्तु अग्रे तस्य विनयेन सौम्यया वाच च आकृष्टः सः करुणार्द्रमनाः पण्डितः तं स्वगृहं नीत्वा पाठयितुम् आरब्धवान्। प्रतिदिनं भवती भोजने तस्मै किञ्चित् निम्बतैलम् अपि परिवेशयतु। यस्मिन् दिने सः निम्बतैलस्य तिक्तत्वम् अनुभवति तदा मां सूचयतु इति सः पत्नीम् आदिशत्। सा तथैव कृतवती। अध्ययने एव दत्तचित्तः मल्लिनाथः कदापि भोजने रुचिं न लक्षितवान्। अग्रे पठतु। मल्लिनाथः महान्तं कालं तत्र यापितवान्। वेदान् उपनिषदः इतरशास्त्राणि च महता परिश्रमेण अधीतवान्। एकदा सः गुरुपत्नीं पृष्टवान्, अम्ब अद्य भोजने कथमपि निम्बतैलं पतितम् अस्ति इति प्रतीयते, कथम् एतत् सञ्जातम् इति। ततः सः भोजनं परिसमाप्य गतवान्। अस्तु, समीचीनमस्ति। एतत् सर्वं वयं पठितवान् पूर्वम्, अतः पुनःस्मरणे रूपेण एव परिसमाप्य अग्रे किञ्चित् अभ्यासं कुर्मः। अस्तु, तर्हि अग्रे पुष्पाभगिनी पठितुमिच्छति वा? द्रष्टुं शक्नोति पुष्पभगिनी? अस्ति वा? आम् आम् आम् आम् अस्ति, अस्मि अस्मि। गुरुपत्नी सर्वं वृत्तान्तं पतिं न्यवेदयत्। सः नितरां तुष्टः अभवत्। सः मल्लिनाथम् अहूय, वत्स, अद्य तव अध्ययनं समाप्तिं गतम्। वस्तुतः प्रतिदिनमपि तव भोजने निम्बतैलं परिविष्टं, परन्तु अध्ययने एव दत्तचित्तः त्वं भोजनस्य रुचिम् एव न लक्षितवान्। एतावन्ति वर्षाणि, तादृशी अध्ययनमग्नता आसीत् तव। त्वम् अद्य पण्डितः असि। त्वां सर्वे अङ्गीकुर्वन्ति, करेक्ट्? अङ्गीकुर्वन्ति विद्यार्जनाय यशसे च बहवः विद्यार्थिनः त्वाम् उपगमिष्यन्ति। इत परं त्वं स्वगृहं गन्तुम् अर्हसि इति उक्तवान्। मल्लिनाथः महान्तम् आनन्दम् अनुभूतवान्। सः तस्मै महाज्ञानिने गुरवे दक्षिणां प्रदाय ततः आशिषः च लब्ध्वा प्रतिनिवृत्तः ततः सः विविधा शास्त्रविदः बहून् विदुषः वादे पराजित्य पारितोषिकाणि प्राप्य श्वशुरगृहं गतवान्। श्यालान् श्वशुरं चापि पराजित्य पत्न्या सह सुखेन जीवनं यापितवान्। गच्छता कालेन केनिकाल्सिट् शिप चैदैस्कालिङ्ग् बहून् I'm sorry. There was a call on my line. Gachata, kalena. Can you call? Sit, please. She's calling here. Gachata, kalena, saha, bahun, granthan, rachitavan. Ayameva, mallinataha, kalidasasya, krutinam, pancha mahakavyanam, cha, tikaha, arachayat. Asta smitamasti, avagamanam, avavashyati dhimanya. Kopi prashna asti va? Agri gachema kinchit? Kopi prashna ha? Et atra? Mute karotu kripya, *6. Okay, hold on. Asta, agri gachema, tatra. That's what you wanted. *6 iti karotu bhagini. Ekavimshatitame pute, agri? एकविंशतितमे पुटे किञ्चित् समयः दशनिमेषाः सन्ति. अत्र विद्वांसं यथा धीमन्तं तत्र विजिन्य सुब्रह्मण्यमहोदय तत्र पठतु कृपया धीमन्तं. धीमत् इति प्रातिपदिकमस्ति. शब्दः द्वितीयविभक्तिः एकवचनम्. अग्रे विद्वांसं प्रातिपदिकं विद्वस् द्वितीयविभक्ति एकवचनं. अस्तु अग्रे. एतत् सर्वं वयं कृतवन्तः न वा? या कृतवन्तः महोदय, कृतवान्. कुत्र पर्यन्तं वयं कृतवन्तः? अग्रिमम् अभ्यासमपि कृतवन्तः खलु? द्वितीयं कृतवान्. द्वितीयपर्यन्तं खलु? द्वितीयपर्यन्तम्. अस्तु, तृतीयं कुर्मः. एकवारं पश्येम किम् अस्ति अत्र. श्लोकान् पठितवान् न वा? न पठितवान् खलु? इति मनसि न पठितवान्. अस्तु अस्तु. अत्र किमस्ति? अस्तु, प्रश्नं पश्येम किं शीघ्रमेव कर्तुं शक्नुमः इति चेत् कुर्मः. पठतु महोदय. पिता, रेखाङ्कितशब्दानां समानार्थकशब्दान् पाठभागात् चित्वा लिखत. प्रथम, पिता सर्वशास्त्रनिपुणः पण्डितः च आसीत्. तत्र कथायां किमस्ति अत्र शीघ्रमेव कर्तुं शक्नुमः चेत्, पिता सर्वशास्त्रविद्वान् च किमासीत्? सर्वशास्त्रविद् विद्वान्. अस्तु, समीचीनमस्ति. अस्तु, इदानीं मेसचुसेट्स् सुब्रह्मण्यमहोदय तत्र द्वितीयं. पुत्रं बुद्धियुक्तं शास्त्रविज्ञं च कर्तुम् अधिकं प्रयासं कृतवान्. तत्र वाक्यं किमासीत्? पुत्रं कथमपि बुद्धिमन्तं शास्त्रविद्वांसं च कर्तुं देवशर्मा महान्तं प्रयासं कृतवान्. अस्तु, समीचीनमस्ति. अग्रे पद्मा भगिनी कर्तुं शक्नोति वा अग्रे? कथं ज्ञानिनो तृतीयवाक्यं ज्ञानिन् तृतीयाभ्यासः. तं पाठयितुं अन्यान् पण्डितान् नियोजितवान्. पण्डितान् इत्यस्मिन् अर्थे कः शब्दः अस्ति तत्र कथायां? कश्चित् अस्ति, कोऽपि वदतु. विदुषः. विदुषः. तं पाठयितुम् अन्यान् विदुषः पण्डितान् इत्यस्मिन् अर्थे पण्डितान् इत्यस्मिन् अर्थे विद्युषः विदुषः अस्तु. पद्मा भगिनी अग्रिमं करोतु. मल्लिनाथः शरीरेण च युवकः सञ्जातः. तत्र शरीरेण अथवा आकारप्रकारः तत्र कः शब्दः आसीत्? वपुषा. वयसा वपुषा. अस्तु अग्रे अग्रे शिल्पा भगिनी पठति वा? तत्र त्रयोविंशतितमे पुटे अभ्यासः अस्ति. शास्त्रविज्ञैः मम पुत्रः उपहसितः भविष्यति. शास्त्रविज्ञैः शास्त्रविद्भिः कथायां सः शास्त्रविद्भिः अस्ति. हा समीचीनमस्ति. अस्तु विजिन्य अग्रे. परिहासवचनानि श्रोतुम् अशक्ता सा स्वगृहं प्रति प्रस्थितवती. तत्र किमस्ति परिहासवचांसि? समीचीनमस्ति, बहु सम्यक्. अग्रे करोतु. सा मार्गम् उभयतः पलाशवृक्षान् अपश्यत्. किमस्ति? पन्थानं पलाशवृक्षान् इत्ये पलाशशाकिनः अपश्यत्. अस्तु विजिन्य सुब्रह्मण्यमहोदय अग्रे. यशो युक्तं सर्वशास्त्रनिपुणं पण्डितम् उपगत्य स्वं शिक्षितुम् अयाचत. स्वं स्थाने आत्मानम् अपि च यशो युक्तम् इत्यस्य स्थाने सर्वशास्त्रनिपुणमपि तत्र रेखा अपेक्षिता. यशस्विनं सर्वशास्त्रविदं पण्डितं यशोयुक्तं यशस्विनं. समीचीनमस्ति अग्रे. पत्न्याः वाण्या मल्लिनाथः जागरितः अभवत्. वाचा वाण्या स्थाने वाचा. अस्तु अन्तिमस्य. सः महापण्डिताय गुरवे दक्षिणां प्रदाय प्रतिनिवृत्तः. एकनिमिषं. महापण्डिताय महापण्डित यशसे न न न महापण्डिताय गुरवे दक्षिणां प्रदाय महाज्ञानिने समीचीनमस्ति. अस्तु पुष्पा भगिनी अग्रे. मल्लिनाथः कस्य पुत्रः आसीत्? मल्लिनाथः देवशर्मा देवशर्मा तत्र षष्टि करोतु. देवशर्मा प्रातिपदिकं किं नाम अत्र देवशर्मा प्रातिपदिकं किं प्रातिपदिकं देवशर्मा आकार न न न न शर्मः ओ देवशर्मिन् देवशर्मिन् ओ ओके ओके ओके ओके षष्टि शर्मिणः देवशर्मिणः देवशर्मिणः पुत्रः आसीत्. अग्रे पठतु. मा पठतु. पलाशपुष्पदर्शनेन सन्तुष्टं मल्लिनाथं पत्नी किम् उक्तवती. I really can't read the, it is not clear. अस्तु सायं करोतु कोऽपि. पलाशपुष्पदर्शनेन वदतु भगिनि. आम् पलाश कुसुमं मनोहरी एव, परम् अविद्यवन्तं भवन्तं यथा तथैव निर्गन्धं युदं पलाशपुष्पमपि जानाः निष्प्रयोजनं मन्यन्ते इति. समीचीनम्. अग्रे मल्लिनाथः मल्लिनाथः अध्ययनार्थं कुत्र गतवान्? मल्लिनाथः अध्ययनार्थं वाराणसीं गतवान्. वाराणसीं अस्तु. अग्रे समीचीनं. मल्लिनाथः कथं जागरितः अभवत्? मल्लिनाथः पत्नी कथं तत् समीचीनं. पत्न्याः जागरितं पत्न्याः वाचा जागरितः भवत्. सम्यक् अस्ति. अस्तु अन्तिमे अत्र विजिन्यत्रागे. मल्लिनाथः केषां टीका रचितवान्? मल्लिनाथः अन्तिमभागे अस्ति. अन्तिमभागे कालिदासस्य कृतीनां पञ्चमहाकाव्यानां टीका लिखितवान् रचितवान्. सम्यक् अस्ति. बहु समीचीनमस्ति. इदानीं समयः जातः, अतः समापयामः. किन्तु अग्रे इतः अग्रे अग्रिमे सप्ताहे तत्र श्लोकान् पठित्वा अमरकोशभागं पठित्वा अग्रे सरेम. समीचीनमस्ति. कोऽपि प्रश्नः वा? न महोदय. अस्तु अस्तु, तर्हि विरमाम. नमस्कारः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः.